पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 60 व्यास उवाच एवं त्वाश्रमनिष्ठानां यदीनां नियतात्मनां भैक्ष्येण वर्तनं प्रोक्तं फलमूलैरथापि वा एककालं चरेद्भैक्ष्यं न प्रसज्येद विस्तरं भैक्ष्ये प्रसक्तो हि यदिर्विषयेष्वपि सज्जति सप्तागारं चरेद्भैक्ष्यमलाभेन पुनश्चरेद गोदोहमात्रं तिष्ठेद कालं भिक्षुरधोमुखः भिक्षेत्युक्त्वा सहृस्तूष्णीमादद्याद्वाग्यदशुचिः प्रक्षाल्यपाणिपादौ च समाचम्य यथाविधि आदित्यं दर्शयित्वान्नं भुञ्जीद प्राङ्मुखो नरः हुत्वा प्राणा हुदीः पञ्च ग्रासानष्टौ समाहिता आचम्य देवं ब्रह्माणं ध्यायेद परमेश्वरम् आलाबुदारुपात्रे च मृण्मयं वैणवं तथा चत्वारि यदि पात्राणि मनुराहप्रजापतिः प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च सन्ध्यासूक्तिविशेषेण चिन्तयेन्नित्यमीश्वरं कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसम्भवम् आत्मानं सर्वभूतानां परस्तात् तमसस्थितं सर्वस्याधारमव्यक्तमानन्दं ज्योतिरव्ययम् प्रधानपुरुषातीतमाकाश्यं दहनं शिवं तदन्तं सर्वभावानामीश्वरं ब्रह्मरूपिणम् ओङ्कारान्तेऽथवात्मानं समाप्य परमात्मनि आकाशे देवमीशानं ध्यायीताकाशमध्यगम् कारणं सर्वभावानामानन्दैकसमाश्रयं पुराणपुरुषं विष्णुं ध्यायन्मुच्येद बन्धनात् यद्वा गुहादौ प्रकृतौ जगत्सम्मोहनालये विचिन्त्य परमं व्योम सर्वभूतैककारणम् जीवनं सर्वभूतानां यत्र लोकप्रलीयते आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षवः तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणं अनन्तं सत्यमीशानं विचिन्त्यासीद वाग्यदः गुह्याद्गुह्यतमं ज्ञानं यदीना मे दधीरितं योव तिष्ठेत् सदानेन सोऽश्नुदे योगमैश्वरं तस्मात् ज्ञानरदो नित्यमात्मविद्या परायणः ज्ञानं समभ्यसेद्ब्रह्म येन मुच्येद बन्धनाद मत्वा पृथक्त्वमात्मानं सर्वस्मादेव केवलम् आनन्दमक्षरं ज्ञानं ध्यायेत च ततः परं यस्माद्भवन्ति भूतानि यज्ञात्वा नेह जायते स तस्मादीश्वरो देवः परस्ताद्योऽधितिष्ठति यदन्तरे तद्गमनं शाश्वतं शिवमव्ययं य इदं स्वपरोक्षस्तु स देवस्यान्महेश्वरः व्रतानि यानि भिक्षूणां तथैवायं व्रतानि च एकैकादिक्रमेणैव प्रायश्चित्तं विधीयते उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः प्राणायामसमायुक्तं कुर्यात् सान्तपनं शुचिः ततश्चरेदनियमात् कृच्छ्रं संयदमानसः पुनराश्रममागम्य चरेद्भिक्षुरदं धृतः न धर्मयुक्तमनृतं हिनस्तीदिमनीषिणः तथापि च न कर्तव्यप्रसङ्गो ह्येष दारुणः एकरात्रोपवासश्च प्राणायामशतं तथा उक्तानृतं प्रकर्तव्यं यदि न धर्मलिप्सुना परमा पद्गदेनापि न कार्यं स्थेयमन्यतः स्थेयादभ्यधिक कश्चिन्नास्त्यधर्म इति स्मृतिः हिंसा चैवापरा तृष्णा याज्ञात्मज्ञाननाशिका यदेतद्रविणं नाम प्राणाह्येदे बहिश्चराः द्रविण सतस्य हरदे प्राणान्यो यस्य हरदे धनम् एवं कृत्वा सद्दुष्टात्मा भिन्नवृत्तो व्रतच्युदः भूयो निर्वेदमापन्नश्चरेद्भिक्षुरदं धृतः अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेद कुर्यात् कृच्छ्रादिकृच्छ्रं तु चान्द्रायणमधापि वा स्कन्दे तैन्द्रियदौर्बल्यास्त्रियं दृष्ट्वा यदिर्यदि तेन धारयितव्या वै प्राणायामास्तु षोडश दिवास्कन्दे त्रिरात्रं स्यात् प्राणायामशतं बुधाः एकान्ने मधुं मांसे च नवश्राद्धे तथैव च प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनं ध्याननिष्ठस्य सततं नश्यते सर्वपादकं तस्मान्नारायणं ध्यात्वा तस्य ध्यानपरो भवेद् यद्ब्रह्मणः परं ज्योतिप्रविष्ठाक्षरमव्ययं योऽन्तरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः येष देवो महादेवः केवलः परमं शिवः तदेवाक्षरमद्वैतं तदा नित्यं परं पदम् तस्मान्महीयदे देवे स्वधाम्नि ज्ञानसंज्ञिते आत्मयोगात्परे तत्त्वे महादेवस्तदस्मृतः नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति तमेवात्मानमन्वेदि यः स यादिपरं पदम् मन्यं ते ये स्वमात्मानं विभिन्नं परमेश्वराद् न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः एकमेव परं ब्रह्मविज्ञेयं तत्त्वमव्ययं स देवस्तु महादेवो नैदद्विज्ञाय बध्यते तस्माद्यतेदनियतं यदि संयदमानसः ज्ञानयोगरदशान्तो महादेवपरायणः यशव कथितो विप्रा यदीनामाश्रमशुभः पितामहेन मुनिना विभुना पूर्वमीरितः न पुत्रशिष्ययोगिभ्यो दद्या देवमनुत्तमम् ज्ञानं स्वयम्भुवा प्रोक्तं यदि धर्माश्रयं शिवम् इति यदि नियमानामेददुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः न भवति पुनरेषामुद्भवो वा विनाशप्रदिहितमनसो ये नित्यमेवाचरन्ति इति श्रीपाद्मे महापुराणे स्वर्गखण्डे षष्टितमोऽध्यायः ओ